अस्तु, तर्हि अद्यतनविषयः अस्ति जुहोत्यादिगणे अजन्तदातवः इति विषयः, पुनः अग्रे वर्तमानः अस्ति. तर्हि अत्र वयं दृष्टवन्तः यत् इत्युक्ते यत्र अजादि अकित् इति आयाति, अकित् यत्र अस्ति तत्र तु शब्दस्योरात्र आतः इति सूत्रस्य कार्यं करोति, सूत्रं कार्यं करोति इति दृष्टवन्तः. अन्यथा यत्र साधारणतया यत् आकारान्तदातवः अस्ति, माङ् घा धातुः, ओहाक् इति धातुः, ओहाङ्, तत्र सर्वत्र तु साधारणसूत्रं सामान्यसूत्रमस्ति स्नाभ्यस्योरातः इति. अभ्यस्तसंज्ञकस्य लोपः भवति, आकारस्य लोपः भवति इति सर्वदर्ति इति. किन्तु तद् प्रभाति यत्र हलि इति अस्ति चेत् ईहल्लिगुः इति सूत्रम् आयाति, यत्र आकारस्य स्थाने ईकारादेशः भवति इति. अधुना वयम् अग्रे इकारान्त ईकारान्तधातूनां विषये अग्रे पश्यामः. तर्हि सुब्रह्मण्यं महोदय आरम्भं करोति. इकारान्तधातवः, ईकारान्तधातवः च त्रयः धातवः, त्रयः ईकारान्तधातवः सन्ति, वर्गद्वये विभक्ताः, यतः अजाद्यपित्सु कार्यं पृथक्तया क्रियते. कि ज्ञाने, कि धातुः, ण्यभि भये, भी धातुः च असंयोगपूर्वौ धातु, ह्रि लज्जायां, ह्रि धातुः संयोगपूर्वः. अत्र इदानीं विषयः अस्ति ज्योत्यादिगणे इकारान्त अपि च ईकारान्तधातवः, ते त्रयः धातवः सन्ति, तान् ये त्रयः धातवः वर्गद्वये विभक्ताः. अत्र की धातुः अपि च ण्यभि धातुः द्वयोः अपि असंयोगपूर्व पूर्वौ धातु, इत्युक्ते अत्र धातुः अन्तिमस्वरस्य स्वरात् पूर्वम् अत्र यः हल्वर्णः अस्ति तत्तु असंयोगवर्णः अस्ति, अतः द्वयोः अपि असंयोगपूर्वौ धातु. ह्रि इति धातुः अस्ति, अत्र तु स्वरस्य पूर्वम् अत्र हकारः रेपः अपि अस्ति, अतः तत्तु संयोगपूर्वधातुः अस्ति. अतः अत्र किञ्चित् भिन्नकार्यं भवति, संयोगपूर्वस्य धातुकृते भिन्नः भवति, असंयोगपूर्वस्य धातुकृते कार्यं भिन्नं भवति. अग्रे पठामि वा भगिनि? महोदय, निश्चयेन महोदय. अस्मै पूर्वमपि एतादृशकार्यविभजनं दृष्टमासीत्, यत्र स्वादिगणे चिनु शक्नु इति वयं दृष्टवन्तः. तस्मिन् समये उकारान्तानां कृते तत्र तु अस्माभिः दृष्टं साधारणतया अशिष्णुधातु भुवाम् इति साधारणं कृतं, तत्र संयोगपूर्वकः असंयोगपूर्वकः अस्ति चेत् उष्णुः सार्वदासति इति. तथा एव अजादिगणे अपि अस्माभिः दृष्टं सामान्यसूत्रम् अशिष्णुधातु भ्रुवां युवरिवङ्गौ इति. अनन्तरम् इकारान्तधातूनां कृते ते अनेकासु असंयोगपूर्वस्येपि अस्माभिः दृष्टवान् अस्ति. तर्हि समान अत्रापि तथा एव भवति, समानकार्यमस्ति, समानविषयः अस्ति. भव्या भगिनी, अहं किञ्चित् म्यूट् कृत्वा किमपि कार्यं करोमि आसीत्, पुनः किभि ह्री तत्र धातु अङ्गम् एकवारं पुनः एकवारं वदतु वदति वा इति धातु अस्ति कर्तृत्वम् अभ्यासकार्यं च परिशीलनीयम् इदानीं कि अस्ति प्रथमं श्लौ इत्यनेन द्वित्वं भवति किकि इति प्रथमम् अनन्तरम् अत्र कुहोश्चुः इत्यनेन अभ्यासस्य ककारस्य स्थाने चकारादेशः भवति अतः किकि इति रूपं निष्पन्नं भवति आहत्य अत्र किकि एव रूपं भवति धन्यवादः भगिनी एव करोति वा धातोः कृते अहं प्रयत्नं करोमि भगिनी न जानामि इति मन्ये अस्तु भीधातुः अस्ति तत्रापि द्वित्वं भवति श्लौ इति सूत्रेण भीभि इति अनन्तरं अभ्यस्तसंज्ञस्य ह्रस्वं ह्रस्वः भवति अभ्यासे चर्चासूत्रेण अभ्यस्तसंज्ञकस्य इत्युक्ते अभ्यस्तम् इत्युक्ते उभे अपि अभ्यस्तम् इति संज्ञा भवति उभयोः अपि इति उभयोः अपि अभ्यस्तम् इति संज्ञा किन्तु पूर्वं यत् अस्ति तस्य नाम अस्ति अभ्यासः अभ्यासवर्णस्य अङ्गस्य ह्रस्वत्वं भवति अभ्यासे चर्चा इति सूत्रेण एवं वा आं भगिनि ह्रस्वत्वं भवति ह्रस्वः इति सूत्रेण ओ अस्तु इत्युक्ते ईकारः ह्रस्व ईकारः भवति ह्रस्वः दीर्घः स्मृतः इति वदामः चेत् तत्तु अचुर्णस्य एव अस्ति दीर्घ ईकारस्य ह्रस्वत्वम् आम् अनन्तरं बकारः मृदुव्यञ्जनं कथम् आयाति तत्तु अन्तिमसूत्रमस्ति अभ्यासे चेत् आम् तर्हि सोपाने श्लौ इति रूपेण द्वित्वम् अनन्तरं हलो श्लौ इति सूत्रेण द्वित्वं भीभि इति अनन्तरं अधुना सूत्रद्वयस्य प्रसक्तिः अस्ति भगिनी यत् उक्तवती सत्यमेव सः अभ्यासे उभयोपि प्रसक्तिः अस्ति साधारणतया परसूत्रस्यैव कार्यम् आदौ भवति तर्हि अभ्यासे चर्चा भवेत् किन्तु अभ्यासे चर्चा इति त्रिपादिसूत्रम् अतः आदौ कार्यं करोति ह्रस्वः सपादसप्ताध्यायीसूत्रम् अभ्यासे चर्चा त्रिपादिसूत्रम् अतः ह्रस्व आदौ कार्यं कृत्वा अनन्तरम् अभ्यासे धन्यवादः भगिनी वदति वा श्री इत्युक्ते संयोग धातु कथं वक्तुं शक्नुमः सूत्रमस्ति हलन्तरः संयोगः इति मन्ये एकनिमिषं पश्यामि अस्तु इत्युक्ते हल् हल् वर्णाः हलन्तराः संयोगः इति संयोगः इत्युक्ते यत्र द्वौ हल् वर्णौ संयुक्तौ मध्ये स्वरः नास्ति तदेव संयोगः इति वदामः संयोगः इत्युक्ते वर्णद्वयं संयुक्तौ तदेव संयोगः असंयोगः इत्युक्ते यत्र संयोगः नास्ति तादृशवर्णद्वयस्य संयोगः नास्ति मध्ये अच्छुवर्णः अस्ति चेत् स्वरः अस्ति चेत् तत्तु असुलोकः. तत्तु अङ्गस्य कार्यं करोति न अङ्ग अङ्गमिति नास्ति, संयोगः इति नामकरणमस्ति. संयोगः अतियोगः इति पृच्छामः चेत् तत्तु नामकरणमस्ति, किन्तु सूत्रे एरनेकसंयोगपूर्वस्य इति सूत्रं सूत्रस्य कार्यं तु अङ्गकार्यमेव अस्ति. तिङ् प्रत्यय कार्यं करोति न संयोग. आं किमर्थं तिङ् प्रत्यय इति वा तत्र सूत्रे तु न उक्तम् अस्ति, धातोः इति उक्तम् अस्ति. धातोः परे तिङ् अपि भवितुम् अर्हति, कृत् अपि भवितुम् अर्हति खलु. अत्र तु अनेकाशः अनुवृत्तिसूत्र सहितसूत्रं महोदयेन उक्तम् अनेकाश संयोगपूर्वस्य ए धातोः आहत्य यण् अचि एव उक्तम्. अत्र अचि इत्येव उक्तम् अतः कृत्वा तिङ् वा इति किमपि न सूचितं, तर्हि प्रायः उभयः भवति. उदाहरणार्थम् अधुना ह्री इति पठति कारः रेफ्री इति दातुः, तत्र संयोगपूर्वकः अस्ति, तत्र तु संयोगः अस्ति खलु. ह्री इति दातुः हकारः रेपः द्वयोः मध्ये स्वरः नास्ति, किन्तु यत्र अस्माभिः नूतन अङ्गम् अधुना निर्मितम् अभिधिः इति दातुः, तत्र तु अभिधिः इति कृतं भूत्वा अङ्गं, तत्र तु बकार प्रथमं तु बकारः अस्ति, अनन्तरं अकार इकारः अस्ति, इकारः तदनन्तरं भकारः अस्ति, महाप्राणभकारः. तर्हि अल्पप्राण महाप्राण भकारयोः मध्ये तु इकारः अस्ति, इकारः तत् तत्तु असंयोगपूर्वकः असंयोगः तत्र भगिनि क्षम्यतां हेम भगिनि. चिन्ता मास्तु भगिनि. अत्र इदानीं ह्री इति धातु अस्ति, अतः अत्र प्रथमं द्वित्वकार्यं भवति श्लौ इति सूत्रेण, तर्हि ह्री ह्री इति भवति. इदानीं प्रथमं कार्यं भवति कुहोश्चुः इति कारणेन, यत्र हकारस्य स्थाने महाप्राणझकारः आयाति स्थानेन्तरतमः इति कारणेन, अतः झी ह्री इति भवति. इदानीम् अग्रे ह्रस्वः सूत्रम् आगत्य अभ्यासस्य दीर्घ ईकारः ह्रस्वः भूत्वा झिह् ह्री इति भवति. प्रथमं कुहोश्चुः, तदनन्तरं हलादिशेषः, तत्र किं कार्यं भवति एकनिमिषम्. अत्र रेफस्य लोपः भवति. हा आम् आं भगिनि, तर्हि रेफस्य लोपः भवति. आम् तत् प्रथमं ज्री इति अस्ति, ज्री ज्री इति अस्ति, हकारस्य स्थाने महाप्राणझकारः, तर्हि झ्री ह्री इति अस्ति, तर्हि हलादिशेषः आगत्य तत्र रेफस्य लोपः भूत्वा तदनन्तरं झी ह्री इति भवति. तदनन्तरं ह्रस्वः आगत्य दीर्घ ईकारस्य ह्रस्व ईकारः भूत्वा झी ह्री इति भवति. इदानीम् अभ्यासे चर्च अष्टमाध्याये अस्ति, तत्र महाप्राणझकारस्य स्थाने अल्पप्राणझकारः आगत्य अङ्गं भवति जिह्री इति. भगिनि अत्र हलादिशेषः इति सूत्रे केवलं प्रथमस्थाने स्थितस्य हल्वर्णस्य एव उपस्थितिः भवति, अन्ये वर्णाः लुप्यन्ते खलु. अग्रे पठामि वा. अस्तु भगिनि, तर्हि हलादिपिक्षु कार्याणि सन्ति सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति. उदाहरणत्वेन अत्र बिभि इति अङ्गम् अस्ति, बिभियोगः ति, तकारः तु हलादिपित् अस्ति, अतः प्रथमं गुणः भवति, इकारस्य स्थाने एकारः आयाति, बिभेयोगः ति, तदनन्तरं मेलनं भवति, बिभेति इति रूपम् आयाति लट्लकारे प्रथमपुरुषे. तदनन्तरम् अजादिपित्सु पित् अस्ति, अतः पुनः गुणः भवति सार्वधातुक आर्धधातुकयोः अनेन. तदनन्तरं सन्धिकार्यमस्ति एचोयवायावः इत्यनेन एकारस्य स्थाने अयादेशः भवति. उदाहरणमस्ति बिभि इति अङ्गं, लोट्लकारे उत्तमपुरुषे एकवचने आनि इति प्रत्ययः अस्ति, आनि तु अजादि अस्ति, पित् अपि अस्ति, पित्वात् तत्र गुणः भवति, अतः बिभे इति भवति, बिभेयोगः आनि इति स्थितिः अस्ति. इदानीम् एकारस्य परे अश्वर्णः अस्ति, अतः एषोयवायावः सूत्रस्य प्रभावेन तत्र एकारस्य स्थाने अयादेशः भवति, बिभ्योगः ऐ योगः आनि, बिभयानि इति रूपम् आयाति. अग्रे हलादि अपित्सु, अपित् अस्ति, अतः निति च इति सूत्रेण अत्र गुणनिषेधः भवति. अत्र किमपि कार्यं नास्ति, केवलं संयोजनमेव. बिभियोगः तः, प्रथमपुरुषद्विवचने बिभीतः इति रूपम् आयाति. अग्रे अजाद्य अपित्सु, अजाद्य अपित्सु इदानीं अचिष्णुधातु भ्रुवां युवोरियङ्गु वङ्गौ इति सूत्र इति सूत्रं कार्यं करोति. यतोहि अत्र परे अच्वर्णः अस्ति, अपि च ईकारान्तधातु अस्ति, ईकारान्तस्य स्थाने इयङादेशः भवति अनेन सूत्रेण. अतः जिह्रि इति अङ्गं स्वीकुर्मः चेत् जिह्रियोगः अति, प्रथमपुरुषबहुवचने जिह्रियोगः अति अस्यां स्थित्याम् अत्र ईकारस्य स्थाने इ आदेशः भवति. जिह्रियोगः इ योगः अति इति भवति, अतः जिह्रियति इति रूपम् आयाति. एरनेकाचो असंयोगपूर्वस्य इति सूत्रं वदति, यत्र असंयोगपूर्वधातुः अस्ति चेत् तत्र इकारस्य परे अच्वर्णः अस्ति चेत् तत्र यणादेशः भवति इति. बिभियोगः अति अस्ति, इदानीं बिभि तु असंयोगपूर्वकं पूर्वकधातुः अस्ति, अतः परे अच्वर्णः अस्ति अकारः, अतः ईकारस्य स्थाने इदानीं यणादेशः भूत्वा बिभ्योगः यकारः योगः अति, बिभ्यति इति रूपम् आयाति. एतान्येव कार्याणि सन्ति अत्र इति. धन्यवादः. सूत्रम् अचिष्णु धातु भ्रुवां योर् योरियङ्गुवङ्गौ, श्नु प्रत्ययान्ताङ्गस्य स्वादिगणस्य अङ्गस्य यथा शक्नु चिनु इत्यनयोः, इकारान्त उकारान्तधातुरूपी अङ्गस्य भूप्रातिपदिकस्य च एषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशः भवति अजादिप्रत्यये परे. श्नु प्रसङ्गे प्रत्ययग्रहणे तदन्ताग्राह्याः इति परिभाषया तदन्तविधिः, अनेन यस्य अङ्गस्य अन्तेष्णु प्रत्ययः स्यात् तस्मात् इति अर्थः. यवोः इति विशेषणं धातुशब्दस्य एव, यतोहि श्नु प्रत्ययान्ताङ्गं भूप्रातिपदिकं च उकारान्तः एव, यतोहि श्नु प्रत्ययान्ताङ्गं भूप्रातिपदिकं च उकारान्तः एव, अतः तत्र इयङ् इत्यस्य प्रसक्तिः नास्ति. विशेषणं धातुशब्दस्य तर्हि धातु इत्येव अवशिष्यते यस्य कृते यवोः इति विशेषणं योग्यम्. येन विधिस्तदन्तस्य इत्यनेन यस्य धातोः अन्ते इकारः उकारः स्यात् इति अर्थः. श्नुश्च धातुश्च भ्रुश्च तयोः इतरेतरद्वन्द्वः श्नुधातुभ्रुवः तेषां श्नुधातुभ्रुवाम् इश्च उश्च तयोः इतरेतरद्वन्द्वः यु तयोः युवोः यञ्च उञ्च तयोः इतरेतरद्वन्द्वः यङ् वङ्गौ अचि सप्तम्यन्तं श्नुधातुभ्रुवां षष्ठ्यन्तं युवोः षष्ठ्यन्तं यङ् वङ्गौ प्रथमान्तम् अनेकपदम् इदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं युवोः श्नुधातुभ्रुवाम् अङ्गानां यङ् वङ्गौ अचि. अत्र सूत्रे श्नुप्रत्ययान्ताङ्गस्य श्नुप्रत्ययान्ताङ्गम् अस्माभिः दृश्यते स्वाधिकरणस्य यथा शक्नु चिनु इति प्रसक्तौ इकारान्त उकारान्तधातुरूपी अङ्गस्य श्नुप्रत्ययान्ताङ्गस्य इकारान्त उकारान्तधातुरूपी अङ्गस्य अपि च भूप्रातिपदिकस्य च येषाम् इकारस्य उकारस्य स्थाने यङुवङ् च आदेशरूपेण आगच्छतः अजादिप्रत्यये परे इति अस्ति. अत्र श्नुविषये प्रत्ययग्रहणे तदन्ताग्राह्याः इति परिभाषया तदन्तविधिः तेन यस्य अङ्गस्य अन्ते श्नुप्रत्ययः स्यात् तस्मात् एव इति अर्थः. अत्र युवोः इति कम् उद्दिश्य भवति, कस्य विशेषणम् इति प्रसक्तिः अस्ति. अत्र श्नु तु प्रत्ययान्ताङ्गम् अस्ति, भू अपि प्रातिपदिकम् एव अस्ति. तत् अग्रे उक्तम् अस्ति. अस्य वाक्यस्य अर्थः कः? श्नु प्रसङ्गे प्रत्ययग्रहणे तदन्ताः ग्राह्याः इति परिभाषया तदन्तविधिः इति. तत्र श्नुप्रत्ययः यस्य अङ्गस्य अन्ते भवति भवितुम् अर्हति तस्मात् अङ्गात् इति अर्थः. श्नु इत्येव प्रत्ययः अस्ति खलु, द्विविकरणप्रत्ययः अस्ति. किं मम अवगमनं किमर्थम् इत्युक्ते श्नुप्रत्ययान्तमङ्गम् इत्युक्ते श्नुप्रत्ययान्तङ्गम् इत्युक्ते श्नु इति अत्र श्नु इति अस्ति खलु. श्नु इत्युक्ते किं? श्नु इति विकरणप्रत्ययः अस्ति. तर्हि यत्र विकरणप्रत्ययस्य उक्तः नाम उक्तः चेत् प्रत्ययस्य ग्रहणं भवति चेत् दन्ताः ग्राह्यत्वेन यस्य अङ्गस्य यत्र यत्र प्रत्ययस्य योजनं भवति तत्तु अङ्गमेव भवति खलु. तर्हि अत्र श्नु इत्यनेन किं सूचितम् इत्युक्ते प्रत्ययग्रहणे तदतः ग्राह्याः इत्यनेन यस्य अङ्गस्य अन्ते श्नु प्रत्ययः अस्ति इत्युक्ते आदौ धातुः अस्ति अनन्तरं श्नु इति संयुक्तः अस्ति तादृशम् अङ्गं तत्तु वयं स्वादिगणे एव पठामः. स्वादिगणस्य श्नु प्रत्ययः विकरण तत्रैव इदानीं युवोः इति विशेषणम् अस्ति. कस्य विशेषणम् इति पश्यामः चेत् अत्र धातुशब्दस्य एव विशेषणम् इति वक्तुं शक्यते. यतोहि श्नु तु प्रत्ययान्त अङ्गम् अस्ति, श्नु प्रत्ययान्त अङ्गम् अस्ति, भ्रू प्रातिपदिकम् अस्ति, अपि च द्वौ अपि उकारान्तः एव. अतः तत्र तत्र तु धातु युवोः अत्र प्रश्नः किम् इत्युक्ते युवोः कस्य विशेषणमिति प्रश्नः नास्ति. तत्र तु प्रश्नः नास्ति. यदि धातु इति अत्र उक्तमस्ति अशेष्णु धातु ब्रुवाम् इति अस्ति, तर्हि धातु इति पदं कस्य केन सह योजन केन सह आयाति इति प्रश्नः आयाति. धातु इत्युक्ते श्नु धातुः इति तत्र तु श्नु तु अङ्गमस्ति, यत्र श्नु योजितं भवति अङ्गं भवति खलु, तत्तु धातुः कदापि न भवति, तत्र न संयुज्यते. तथा एव प्रातिपदिकमस्ति, तत्रापि धातुः इति न संयुज्यते. तर्हि कस्य केन सह संयुज्यते इति पृच्छामः चेत् युवोः इत्यनेन सह संयुक्तुं शक्नुमः. तर्हि युवोः धातुः इत्युक्ते धातुः यस्य अन्ते इकारः वा उकारः वा अस्ति इति अर्थः भवति. तर्हि युवोः धातुशब्दस्य विशेषं युवोः इत्यस्य विशेषं भवति धातु इति. धातु इति सामान्यपदमस्ति, तर्हि कीदृशधातु इत्युक्ते युवोः धातु इति. ओ, युवोः इति युवोः इति शब्दस्य विशेषणं धातुः इति वदति वा भवति? तथा न भवति, धातुः इति विशेषमस्ति, धातुः इति सामान्यपदमस्ति खलु, अनेके धातवः तस्य विशेषणं युवोः इति. आमाम् आम्, धातु इति शब्दस्य विशेषणम् एव भवितुमर्हति युवोः. अतः अग्रे तर्हि धातु इत्येव अवशिष्यते, यस्य कृते युवोः इति विशेषणं योग्यं यथा भवती उक्तवती. येन विधिस्तदन्तस्य इत्यनेन यस्य धातोः अन्ते इकारः उकारः स्यात् इति अर्थः. अत्र यस्य धातोः अन्ते इकारः उकारः स्यात् प्रत्यययोजनेन यस्य धातोः अत्र किम् इत्युक्ते योः धातुः इति अस्ति खलु, अत्र तु धातु इति पृथक् योजितं, प्रत्ययः इति न उक्तं, यत्र प्रत्ययः भवति तत्तु अङ्गं भवति, यत् धातुरूपी अङ्गमस्ति, साक्षात् धातुः यत्र प्रत्ययेन सह यत्र योजितं भवति चेत् एतस्य सूत्रस्य प्रसक्तिः तत्र न भवति. तर्हि एतस्य सूत्रस्य कार्यं कुत्र कुत्र सम्भवति इति पश्यामः चेत् यत्र प्रत्ययः लुप्यते तत्र एव एतस्य सूत्रस्य प्रसक्तिः भवति. श्नु कृते भवति निश्चयेन, स्वादिगणे भवति. अनन्तरं कुत्र भवति इति पृच्छामः चेत् यत्र यत्र प्रत्ययः लुप्यते तत्र एव युवोः अङ्गं भवति खलु, धातु अङ्गं भवति, प्रत्ययेन सह भिन्न प्रत्याङ्गं भवति खलु. यस्य धातोः अन्ते इकारः उकारः स्यात् इत्युक्ते तत्र तु विकरणप्रत्ययः नास्ति चेदेव भवितुम् अर्हति. आम्, तर्हि अदादिगणे भवितुम् अर्हति, तादृशं ज्योति अधिगणे अपि तत्र भवति. तर्हि अत्र किम् उक्तमस्ति इत्युक्ते धातु कुत्र येन विधि, तर्हि युवोः अङ्गम् इत्युक्ते धातु धातु अङ्गम् इत्युक्ते युवोः इति साक्षात् युवोः इति अर्थः अस्ति वा? नो चेत् येन विधि तदन्तस्य इति सूत्रं तत्र तु स्पष्टीकरोति इत्युक्ते साक्षात् युवोः धातु अङ्गम् इति नास्ति, किन्तु यस्य अङ्गस्य अन्ते इकारः वा उकारः वा स्पष्टीकरोति. श्नुश्च धातुश्च भ्रूश्च तयोः इतरेतर द्वन्द्वः, श्नुधातुभ्रुवः तेषां श्नुधातुभ्रुवां षष्ट्यन्तम्, अत्र कोऽपि विशेषः नास्ति. इश्च उश्च तयोः इतरेतर द्वन्द्वः, यु तयोः यवोः, इयञ्च वञ्च तयोः इतरेतर द्वन्द्वः, यङ् वङ्गौ. अनन्तरं केवलं सूत्रस्य अचि सप्तं यन्त्रं श्नुधातुभ्रुवां षष्ट्यन्तं त्रिपिदमिदं केवलम् अनुवृत्तिसहितसूत्रं, युवोः श्नुधातुभ्रुवाम् अङ्गानां यङ् वङ्गौ अचि परे. एतत्तु सामान्यसूत्रमस्ति, स्वादिगणे सामान्यसूत्रम्, अनन्तरम् अदादिगणे यत्र इकारान्त उकारान्तम् अङ्गमस्ति, धातु अङ्गमस्ति, तत्र अदादिगणे जुहोत्यादिगणे यत्र प्रत्यय लुप्यते. आं, धन्यवादः. पुष्पा भगिनी, आं भगिनि, एरने काचौ एकनिमिषम् भगिनि, सम्यक्तया न दृष्टम् एरने काचो संयोगपूर्वस्य असंयोगपूर्व अनेकाच् अस्ति मम दृष्टं न अस्ति अनेकाच् इकारान्तङ्गस्य यण् आदेशो भवति अचिपरे संयोगपूर्वे अनेकाच् इकारान्तङ्गस्य यण् आदेशो भवति अचिपरे येन विधिष्ठदन्तस्य इत्यनेन तादृशधातुः यस्य अन्ते इकारः न तु केवलम् इकाररूप्यङ्गम् अलोन्त्यस्य इत्यनेन अन्त्यस्य अल् वर्णस्य यण्णादेशः न तु पूर्णाङ्गस्य न एकम् अनेकम् अनेके एकाचः यस्मिन् सः अनेकाच् नन्तत्पुरुषगर्भो बहुव्रीहिः तस्य अनेकाचः नास्ति संयोगः पूर्वे यस्य स असंयोगपूर्वः बहुव्रीहिः तस्य असंयोगपूर्वस्य ये षष्ट्यन्तम् अनेकाचः षष्ट्यन्तम् असंयोगपूर्वस्य षष्ट्यन्तं त्रिपदमिदं सूत्रम् इनो यन् इत्यस्मात् यन् इत्यस्य अनुवृत्तिः अचिष्णु धातु युवङ्गौ इत्यस्मात् अचि धातोः विपरिणामेन षष्ट्यन्तम् इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अनेकाचः असंयोगपूर्व एः धातोः अङ्गस्य यन् अचि अत्र ये तु असंयोगपूर्व धातु किं करोति इति सूक्तम् इकारान्ताङ्गस्य यन् आदेशः भवति अचिपरे अजादि प्रत्ययपरे यण् आदेशस्य इति उक्तमस्ति अङ्गं यत्र भवति प्रत्ययः परे आयाति चेत् अङ्गम् इति भवति खलु भगिनि किमपि नास्ति अङ्गस्य अजादिप्रत्यये परे इति अस्ति तर्हि अत्र एतत् कस्य सूत्रस्य अपवादसूत्रमस्ति लोन्तस्य न अपवादसूत्रं कस्य सूत्रस्य यदि एतत् सूत्रं कार्यं न करोति तर्हि किं सूत्रं कार्यं करोतिकाचो संयोग अचिष्णुधातु ब्रुवान् युवर्योङ्ग इति सूत्रं कस्य सूत्रस्य अपवादसूत्रं पुनः सामान्यसूत्रमस्ति एकम् मरणनिमित्तं कार्यमस्ति अपवादमस्ति अकृष्णदातु भ्रुवान् जीवोरिमङ्गौ तस्य अपवादमस्ति एरनेकाचि अचिष्णुदातु युवायोङ्गौ अपवादसूत्रम् इको एनचि धन्यवादः भगिनी एकनिमिषं भगिनि भगिनी अहमपि अस्मि रामप्रिया. रामप्रिया भगिनी, भगिनी हेमा भगिनी, प्रश्नः अनन्तरं. एकनिमिषम्. अत्र अचिष्णुधातु भ्रुवां युवोर् यङ् वौ तु संयोगपूर्वस्य कृते एव कार्यं करोति, परन्तु एरनेकाचो तु असंयोगपूर्वस्य एव करोति किल भगिनि? अत्र तु किन्तु अचिष्णुधातु भ्रुवाम् उक्तं नास्ति खलु, संयोगपूर्वकः वा असंयोगपूर्वकः वा इति पूर्व इति न उक्तमस्ति. इत्युक्ते उभयत्र प्रसक्तिः अस्ति, किन्तु तद् प्रभाते अशिष्णुदत्त भ्रुवान् युवरेवङ्ग प्रभाते एरनेकाचायि संयुक्तं कार्यं करोति. तदर्थम् यन्नादेशः एव, यन्नादेशः एव, किन्तु अपवादः अस्ति पृथक्तया कार्यमस्ति. एतत्तु कुत्र पश्यामः चेत् अदादिगणे दृष्टवन्तः एतत् कृतम्. इकारान्त अदादिगणे इकारान्तधातुः अस्ति चेत् तस्य विषये समानकार्यं दृष्टम्. परन्तु अन्यत् प्रश्नः अस्ति अत्र, एहे इति वदामः चेत् केवलं ह्रस्व इकारान्तस्य खलु भगिनि, दीर्घ इकारान्तस्य अपि भवति वा? अस्ति अस्ति, परन्तु किमर्थम् इति मम प्रश्नः. परन्तु एः इत्युक्ते साधारणतया इहि इकारस्य एव षष्ट्यन्तम् इकारः भवति खलु? न न भगिनि, यदि ह्रस्व इकारः अस्ति चेत् इत् इति भवति. एतत्तु इ इति उक्तमस्ति चेत् तत्तु दीर्घ इकारः अपि भवति, ह्रस्व इकारः अपि गृह्णाति. एः इति षष्ट्यन्तम् इत्युक्ते ह्रस्व इकारस्य षष्ट्यन्तं खलु भगिनि? सत्यं, किन्तु ह्रस्व इकारेण किं सूचितम् इत्युक्ते ह्रस्व इकारः दीर्घिकारः उभयोपि सूचितम्. यदि यदि ह्रस्व इकारः एव चेत् तत्तु इत्यति आयाति खलु, इतः अङ्गस्य इति भवेत्, इतः इति आयाति. हलन्तशब्दमस्ति चेत् तादृशम् आगच्छति, इत्यति इति तपर तत्कालस्य इत्यनेन ह्रस्व इकारान्तं किं कथं सूचयति पाणिनिः इत्युक्ते इत्यति सूचयति खलु. यत्र यदा ह्रस्व अकारः अस्ति इति आयाति, तथा एव ह्रस्व इकारः इत्यति भवति, तर्हि इतः इति भवति ह्रस्व इकारः मात्रं चेत् साक्षात् एव केवलं ह्रस्वीकारः चेत् इत्यपि आयाति, इतः इति भवति षष्ट्यन्तं पदम्. एतत्तु इकारः उक्तमस्ति इत्युक्ते ह्रस्वीकारः दीर्घकारः उभयोपि. तर्हि यदा वयं हरिः इति पदस्य षष्ट्यन्तं भवति हरेः इति, समानरूपमेव दीर्घ इकारान्तस्यापि वा पुल्लिङ्गे? पुल्लिङ्गे दीर्घ इकार न न न न किं किं सूचयति पाणिनिः, ह्रस्व इकारः दीर्घ इकारः उभयोः अपि सूचना ह्रस्व इकारेण ददाति. ह्रस्व इकारः इति सूत्रे उक्तमस्ति चेत् तत्तु युवोः इत्यपि अस्ति खलु, तदपि ह्रस्व इकारः दीर्घ इकारः, ह्रस्व उकारः दीर्घ उकारः, चतुर्णामपि तत्र ग्रहणं भवति. यदि ह्रस्व इकारः ह्रस्व उकारः आसीत् चेत् इत् उतौ इति प्रायः तथा आयाति इति मन्ये. अस्तु भगिनि, धन्यवादः. रामप्रिया भगिनि, लङि विशेषः अभिभि योगः जि सिजभ्यस्तविधिभ्यश्च इत्यनेन जि प्रत्ययस्य स्थाने जुस् आदेशः. आम्, अभिभि योग उः प्रथमं जि प्रत्ययस्य स्थाने जुस् इति आदेशः भवति. हलन्त्यम् इत्यनेन क्षम्यताम् उपदेशे अनुनासिका इति जुसि च. एकनिमिषं भगिनि, किञ्चित् तत्रैव हलन्त्यमेव किल, सकारस्य लोपः भवति, लोपः जु इत्यस्य लोपः किम् आसीत् भगिनी स्मरति वा? चुटु एव किल, चुटु एव, आम् जुषीच इत्यनेन इगन्त अङ्गस्य गुणः भवति, गुणः भवति चेत् अबिबि अबिबे भवति, अबिबे योगः उः, अनन्तरम् एचो यवायावः इति सूत्रेण एकारस्य स्थाने ऐ आदेशः भवति, अबिभयुः इति निष्पन्नं लङ्गि. अत्र जुस् इति आदेशः अस्ति, अनेन कारणेन अत्र न विभक्तौ तु स्मः कार्यं न करोति वा? अत्र उः सत्यं भगिनि, सकारस्य लोपः न भवति इति सत्यम्, अहं तु दोषं. तर्हि हलन्त्यं कारणेन न भवति, विभक्तौ स्मः इत्यनेन हलन्त्यं बाधितम् इति. अत्र साधारण जुस् निदायकसूत्रमस्ति जुस् इति, किन्तु अत्र अधादिगणे यत्र लङि जेजुस् इति कृतज्ञसूत्रं विशेषसूत्रमस्ति, जुहोति अधिगणे अदभ्यस्त इति अस्ति, तदपि पूर्वं दृष्टवन्तः खलु. आम्, अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति, जुसि सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं, येन विधिस्तदन्तस्य इत्यनेन इगन्तस्य अङ्गस्य अलोन्त्यस्य इत्यनेन अङ्गान्तस्य इकः स्थाने गुणादेशः, कस्याचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः, मितेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, इको गुणवृद्धि इति परिभाषासूत्रेण इकः तानि भवति, अनुवृत्तिसहितसूत्रम् इकः अङ्गस्य गुणः अचि जुषि च, इगन्त अङ्गस्य गुणः भवति अचि परे, अचि जुषि परे, अजादि जुषि परे, अजादि जुषि परे. किमर्थम् अजादौ जुसि परे इति चेत् शृणुयुः, अत्र जुस् भवति किन्तु स च जुस् अजादिः नास्ति, अतः इगन्तङ्गस्य गुणो न भवति, यासुत् आगमोऽसति गुणः न भवति. किमर्थम् अजादौ जुसि परे इति सूत्रे उक्तमस्ति इत्युक्ते, शृणुयुः इति भवति कुत्र, अत्रापि जुस् भवति किन्तु तद् अजादिः नास्ति, तत् तत्र तु यासुरागमः भवति, अतः गुणः न भवति. किमर्थम् इत्युक्ते तत् ञित् अस्ति किल भगिनि? कुत्रचित् वदति, अहं तु दृष्टवती कुत्रचित् निष्ट अस्ति इत्यस्मात् गुणः न भवति इति भवति किन्तु तथापि जुषि जुषादेशः अपि जुस् अपि आपित अस्ति खलु, तर्हि मम संशयः अस्ति, निद्वद् भवति खलु इति मम संशयः. किन्तु एतद् महोदयेन यथोक्तं तत्तु समीचीनमस्ति, अचि जुषि एव कार्यं करोति इति अवगच्छामश्चेत् क्लेशः तत्र न वर्तते. यत्र अचि जुषि नास्ति व्यासुतः भवति चेत् अचि जुषि नास्ति, तर्हि यत्र विधिलिङ्गकारे आयाति खलु, विधिलिङ्गकारे शृणु योगः इति भवति अत्र. सारांश इत्युक्ते किं, सारांशम् एवम् अस्ति, यदि विधिलिङ्ग् मध्ये अस्ति तर्हि तत्र गुणः न भवति यासुतागमेन, अपि च लङ्लकारे भवति चेत् तत्र गुणः भवति इति वा? आं भगिनि, मध्ये यत्र यासुतागम तादृशं किमपि आगमः हलादि आगमः भवति चेत् न, परन्तु लङ्लकारे भवति इति वा? भवति आम्. किमर्थम् इत्युक्ते तत्र जाति अस्ति, तर्हि जुषि चेत् न गुणः. किम् एकवारं यत्र हलादि किमपि आगमः हलादि आगमः किमपि यत्र यथा यासृत् आगमः विधिलिङ्गकारे आयाति तर्हि या योगः उ या युः इति भवति खलु. तत्र तु येन महोदयेन उक्तं शृणु इति धातु अस्ति खलु. अत्र शृणु योगः युः शृणुयुः इत्येव भवति. तत्र तु गुणः न भवति. किन्तु यत्र विधिर्लिङ्गे तादृशं यत्र इगन्तम् अस्ति तर्हि तत्र अचि जुषि गुणः भवति. न भगिनि एकवारं अभिभि योगः उः शृणु योगः उः द्वयोर्मध्ये भेदः कः भेदः कः भेदः इत्युक्ते शृणुयोः उः इति नास्ति. अधुना शृणुयोगः युः इति अत्र उदाहरणं दत्तमस्ति. अभिभियोगः युः इति आसीत् तर्हि तत्रापि समानकार्यमस्ति. बिभियोगः युः इति स्वीकुर्मः विधिलिङ्गे. अभिभियोगः उः इति अस्माकं लङ्लकारे अडागमः भवति खलु लुङ् लङ् लुङ् षड् तत्रि अभिधि इति भवति. अभिधियोगः उः तत्र तु गुणः भवति. अभिधेयोगः उः भवति अनन्तरम् एचयवायावः इति ऐ आदेशः भवति. अभिभिन्तु विधिर्लिङ्गे अजादि इत्यस्मात् गुणः भवति. किन्तु विधिर्लिङ्गे पश्यामः चेत् बिभियोगः युः यकारः अस्ति यासोटागमेन आगमनेन तर्हि अत्र विधिर्लिङ्गे अभिधेय इति न भवति. बिभियोगः युः बिभियुः इति तदेव अग्रे पश्यामः तत्र अजादिः अस्ति चेत् भवति हलादिः अस्ति चेत् न भवति. अत्र महोदयेन ह्यः कृतमासीत् गुणविधायकसूत्राणि सप्तमाध्यायस्य तृतीयपादस्य द्विशीतिः सूत्रात् आरभ्य सप्तमाध्याय किं सूत्रं भगिनि 7382 भगिनि सूत्रं वदति निदेर्गुणः इति निदेर्गुणः निदेद्गुणः इति गुणविधायकं सूत्रमस्ति. मिदेधातोः मिद्धधातोः मिदेः गुणः इति मिदेर्गुणः. तर्हि मिद्धधातोः अहं सूत्र निवृत्ति पठामः चेत् मिदेः अङ्गस्य इकः गुणः शितिः इति आयाति. तर्हि मिद्धधातोः गुणः भवति शितिप्रत्यये भवति. साधारणतया अपित् अस्ति चेत् शित् इति पित्तव्य भवितव्यं पित्तव्य भवितव्यं गुणविधायक गुणं विददाति तत्र गुणं विददाति. किन्तु यत्र षित् अस्ति किन्तु अपित् अस्ति चेत् गुणं कदापि न भवति खलु. निच् अपित् सार्वदातुकम् अपित् इति सूत्रेण गुणं न भवति. गुणं निषेधयति. किन्तु मिद्धधातोः कृते यद्यपि अपित्वा षित्वा अपित्वा पित्वा भवति किन्तु षित् अस्ति चेत् एव गुणः भवति एतेन सूत्रेण मिदेर्गुणः इति. उभयत्र अपि गुणः भवति. यथा मिद्योगः शन् इति अस्ति प्रत्ययः शन् तु अपित् अस्ति तथापि मिदेर्गुणः इत्यनेन मेद् इति भवति. मेद् इति भवति मेद्योगः य शन् इत्यस्य यकारः अस्ति खलु विकरणप्रत्ययः. तर्हि मेद्य इति अङ्कं भवति मेद्यति मेद्यतः इति रूपाणि मिदेर्गुणः. अनन्तरं जुषि च जुषि च तत् अधुना एव दृष्टवन्तः. जुषि अजादि जुषि परे इगन्तस्य गुणः भवति इति. अनन्तरं सार्वधातुके आरुधातुके च प्रत्यये परे अङ्गस्य गुणः भवति इति आदेशः भवति. पुनः इगन्तङ्गस्य एव गुणः. अनन्तरमस्ति जाग्रो अविच्छिन्नल् निच्चु इति सूत्रं. जाग्रधातोः कृते साधारणस्य पुनः अपित् अस्ति चेत् तदपि न भवति. किन्तु अत्र तु जाग्रधातोः गुणः भवति कुत्रचित् अवीचन् वीचिन् नल् इति सूत्रसहितम् एकनिमिषं पश्यामि. जाग्रधातोः कस्यापि समीपे अस्ति वा एकनिमिषं कुत्र इत्येषां प्रत्ययानां पर्युदाति विहाय सर्वत्र भवति तर्हि जाग्रयोः णिच् इति कृते तत्र यत्र गुणः वा वृद्धिः वा भवतु किन्तु सर्वत्र गुणः एव भवति प्रत्यय वा भगिनि प्रायः भगिनि अत्र किमर्थम् इत्युक्ते उपसर्गः अस्ति किल प्रत्यये विशेषः इति उक्तमस्ति सत्यं प्रायः बकारादि इति भवेत् छिन् इति लुङ्लकारस्य भणुवासरवर्गे दृश लुङ्लकारः अनन्तरं नल् इति लिट्लकारस्य कृते अनन्तरं नित् इति इत्थन्यकनकारः तत्र जानीमः अनन्तरं सुगन्धलघुपदस्य अत्र तु शारदादिकाव्यस्य तु लघुपदधातूनां कृते लघुपद इत्यस्य गुणः भवति इति सुगन्धलघुपदस्य साधारण सामान्यसूत्रम् अनन्तरं न अभ्यस्ता शशीप् इति सार्वधातुके इति अस्ति अभ्यस्तस्य अशीति सार्वधातुके गुणः न भवति अभ्यस्तस्य अभ्येतावत्पर्यन्तं यद् एतद् वयं न दृष्टवन्तः खलु अभ्यस्तस्य जुहाद्योति गणे एव आयाति तर्हि अनन्तरं तस्य अनन्तरं भूस्तुवोस्तिनि इति साक्षात् मध्ये विकरणप्रत्ययः आयाति चेत् भूधातोः तु गुणः भवति भूयोगः अयोगः इति शप् योगः इति भूयोगः अयोगः इति भवति इति भवति भो इति आदौ गुणः भवति अनन्तरम् एच्वयवायवेन ऐ आदेशः भवति भव इति भव् इति अङ्गं भवति भवति इति रूपं भवति किन्तु यत्र साक्षात् तिङ् प्रत्ययः परे आयाति चेत् विकरणप्रत्ययः किन्तु साक्षात् तिङ् प्रत्ययः आयाति चेत् तस्मिन् समये भूधातोः गुणः न भवति उदाहरणार्थं यत्र लुङ्लकारः अस्ति भूयोगः लुङ्लकारे अभूत् इति रूपम् अस्ति तर्हि भूस्तुवोस्तिनि इति सूत्रं तदपि गुणनिषेधकमस्ति अत्र एतत् अनन्तरं वृद्धिः अस्ति वृद्धिः विधायकमस्ति उतो वृद्धिर्युकीय तर्हि सूत्रद्वयम् अन्तिमसूत्रद्वयं तु गुणनिषेधकमस्ति न अभ्यस्तस्य चीपिति सार्वधातुके अनन्तरं भूस्तुवोस्ति द्वौपि गुणनिषेधकं सूत्रम् सूत्रे सह तर्हि गुणविधायकसूत्राणि पञ्च अस्ति मिधेर्गुणः जुसि च सार्वधातुक अर्धधातुकयोः जाग्रो विच्छिन्नल्लिङ्गेषु पुगन्तलघुपदस्य च किञ्चित् स्मर्तुं प्रयत्नं कुर्मः अनन्तरं निषेधकर्तव्यं सुब्रह्मण्यं भवान् अग्रे इदानीं यथा सामान्यम् अभिभियोगः सकारः सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः अत्र लङ्लकार मध्यमपुरुषे एकवचने इदानीम् अभिभेयोगः सकारः अनन्तरम् अत्र ससजुषोरुः इत्यनेन ऋत्वम् अभिभेयोगः रेफः अनन्तरं खरवसानयोर्विसर्जनीयः इत्यनेन विसर्गादेशः भूत्वा अभिभेः इति मध्यमपुरुष एकवचन लङ्लकाररूपं निष्पन्नं भवति अत्र अनन्तरम् अत्र द्विधातोः इति द्विधातोः एव इदानीं अग्रे ससजुषोरुः खरवसानयोर्विसर्जनीयः न पठामः अत्र भीधातोः एकः विशेषः भीयोऽन्यतरस्याम् इति नूतनसूत्रमस्ति. भीधात्वाङ्गस्य विकल्पेन इकारादेशो भवति हलादिक् इति निति सार्वधातुकप्रत्यये परे. हलोन्त्यस्य इत्यनेन धातुरूप्यङ्गस्य अन्तिमवर्णस्य स्थाने इकारादेशः, न तु पूर्णतया अङ्गस्य. भियः षष्ट्यन्तम्, अन्यतरस्यां सप्तम्यन्तं पदमिदं सूत्रम्. इद्दरिद्रस्य इत्यस्मात् इत् इत्यस्य अनुवृत्तिः, ई हल्यघोः इत्यस्मात् हलि इत्यस्य अनुवृत्तिः, गमहनजनखनघसां लोपः, क्नित्यनङ्गि इत्यस्मात् क्निति इत्यस्य अनुवृत्तिः, अत उत्सार्वधातुक इत्यस्मात् सार्वधातुक इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं, भियः अङ्गस्य इत् हलि क्निति सार्वधातुके अन्यतरस्याम्. अत्र सूत्रमस्ति भियोऽन्यतरस्यामिति. अत्र भीधातोः किञ्चित् विशेषकार्यमस्ति. यदि भीधात्वाङ्गस्य अत्र कदा इत्युक्ते हलादिखितिनिति सार्वधातुकप्रत्यये परे भीधात्वाङ्गस्य विकल्पेन इकारादेशो भवति इति. अत्र सामान्यसूत्रमस्ति ई हल्यघोः इति, इत्युक्ते अत्र हलि निति सार्वधातुके प्रत्यये परे अत्र दीर्घ ईकारादेशः भवति. अघोः इत्युक्ते धातुः घुसञ्ज्ञकधातुः नास्ति चेत्, परन्तु विकल्पेन अत्र भीधात्वङ्गस्य इकारादेशः भवति हलादि कितिनिति सार्वधातुकप्रत्यये परे. अत्र उदाहरणमस्ति भीयोगः तः. तः इति लट्लकारस्य प्रथमपुरुषद्विवचनं भीयोगः तः. अत्र प्रथमं तु श्लव् इत्यनेन द्वित्वम् अपि च ह्रस्वः इत्यनेन ह्रस्वत्वम् अपि च अभ्यसे चर्च इत्यनेन अल्पप्राणत्वं भूत्वा बिभि इति अङ्गं भवति बिभियोगः तः. अत्र ई हल्यगोः इत्यनेन अत्र बिभियोगः तः अत्र ई हल्यघोः इत्यस्य प्रसक्तिः अस्ति खलु भगिनि? प्रसक्तिः आं सत्यं महोदय अस्ति. अस्ति अस्ति. अङ्गस्य श्नाभ्यस्तयो अत्र आतः नास्ति खलु भगिनि, ईकारः अत्र प्रसक्तिः नास्ति. क्षम्यतां भगिनि, क्षम्यताम्. अत्र ई अल्योगोः इत्यस्य प्रसक्तिः नास्ति. किमर्थं चेत् अत्र आकारान्तधातुः नास्ति खल, आकारान्तधातुः नास्ति, अतः तस्य प्रसक्तिः नास्ति अत्र. केवलमत्र वर्णमेलनमेव बिभियोगः तः. अत्र वर्णमेलनं भूत्वा बिभीतः इति सामान्यरूपं. विकल्पेन भियोऽन्यतरस्याम् इत्यस्य प्रसक्तिः अत्र अत्र तः इति हलादि अपि तस्ति, अतः नित्वद् भूत्वा अत्र भियोऽन्यतरस्याम् इत्यस्य प्रसक्तिः भवति. अतः अत्र ह्रस्वैकारादेशः भवति. अङ्गस्य अन्ते यः दीर्घ इकारः अस्ति तस्य स्थाने ह्रस्व इकारः, अतः बिभितः इति रूपं निष्पन्नं भवति. अत्र रूपद्वयं बिभितः बिभितः इति. ईहल्यगोः 113 अस्ति, एतत् 115 अस्ति, किन्तु तर्हि समाजनिमित्तमित्युक्ते यत् वक्तुम् इच्छामि इति हलिनीति इति आयाति, तत्रापि हलिनीति इति अस्ति, अत्रापि हलिनीति सार्वधातुके इति अस्ति, किन्तु ईहल्यगोः अनन्तरम् एकं सूत्रमस्ति इद्धरिद्रस्य इति सूत्रं तत्तु इत् विद्याय विददाति इति विददाति ततः पुनः अग्रे तस्य अग्रिमसूत्रमस्ति भ्यो अन्यतरस्य अस्ति अत्रापि इत् इति आदेशः भवति किन्तु अन्यतरस्याम् इति अस्य अतः विकल्पेन दरिद्रधातुः कृते इकार दरिद्रितः इति दरिद्रस्य इति दृष्टवन्तः पूर्वं परन्तु अस्मिन् प्रसङ्गे तु इ अल्यघोः इत्यस्य प्रसक्तिः एव नास्ति किमर्थं चेत् अत्र अत्र श्नाभ्यस्तयो रातः इत्यस्मात् आगच्छति खलु अङ्गस्य श्नाभ्यस्तयोः आतः इ कितिनिति हलिसार्वधातुके इति अस्ति अतः तस्य प्रसक्तिः अत्र नास्ति रूपाणि पश्यामि अग्रे हेम भगिनि आं भगिनि लट्लकारे इदानीं रूपाणि पश्यामः बिभि इति अङ्गम् अस्ति बिभि योगः ति ति तु हलादि अत्र क्षम्यताम् अत्र करतत्रे एतद् उक्तमस्ति निधि भये परस्मैपदी दातुमस्ति तिथि इति अशयोगपूर्वमिकारान्तम् निधि अत्र भये परस्मैपदी धातु अस्ति अनुबन्धलोपानन्तरम् अपि च अभ्यासकार्याणि भूत्वा तत्र अङ्गं भवति बिभि इति बिभि इति असंयोगपूर्वम् अस्ति अपि च ईकारान्त अङ्गम् अस्ति तर्हि बिभि इति अङ्गम् अस्ति बिभि योगः ति लट्लकारे ति तु हलादि पित् अस्ति पित्वा तत्र गुणः भवति अतः बिभे योगः ति बिभेति इति रूपम् आयाति तदनन्तरं बिभि योगः तः अस्ति सः अपि हलादि अपि तत् हलादि अपि तस्ति अत्र केवलं मेलनं भवति बिभि योगः तः बिभीतः इति परन्तु अत्र विकल्पेन अन्यरूपमपि आयाति भियो अन्यतरस्याम् इति सूत्रेण अत्र भियः अङ्गः अस्ति अतः अत्र ह्रस्व इकारः भवति बिभीतः इदानीं बिभीतः इति रूपम् आयाति तर्हि रूपं द्वयं बिभीतः अपि च बिभीतः इति अग्रे बिभियोगः अति इति अस्ति इदानीं बिभियोगः अति अति तु हला अजादि अपित् अस्ति अजादि अपित् अस्ति इति कारणेन अत्र अचिष्णुधातु प्रथमम् इकोयणाचि तस्य प्रसक्तिः अस्ति तत् प्रभाद्य अचिष्णुधातु दुवां युवोरि अङ्गौ तस्य प्रसक्तिः अपि अस्ति तस्य अपवादसूत्रमस्ति एरनेकाचो असंयोगपूर्वस्य यतोहि अत्र बिभि अङ्गम् अस्ति अनेकाच् अस्ति अतः अत्र ईकारः अस्ति अपि च असंयोगपूर्वः अस्ति अतः अत्र यणादेशः भवति अत्र ईकारस्य स्थाने यणादेशः भूत्वा बिभ्यति इति रूपम् आयाति बिभेति बिभीतः बिभितः बिभ्यति इति अस्तु भगिनि शान्ति भगिनि शान्ति भगिनी अस्ति वा आम् अस्ति भगिनि क्षम्यतां म्यूट् मध्ये आसम् मध्यमपुरुषे एकवचने बिभि योगः सि अत्र हलादिपित् अस्ति प्रत्ययः अत्र पित् अस्ति चेत् प्रथमं किम् अस्माकं मनसि उदेति गुणकार्यं भवति खलु गुणकार्यस्य प्रसक्तिः भवति अवसरः अस्ति वा गुणकार्यस्य कृते इगन्तं चेत् गुणकार्यं भवति तत् आम् सत्यं हलादिपित्सु गुणः न भवति एव. हलादिपित् अस्ति चेत् गुणः न भवति वा? निदेर्गुण क्षम्यतां गुणं तु अत्र भवति खलु. हलादि अपित्सु गुणकार्यस्य निषेधः नीति च हलादिपित्सु गुणः गुणस्य प्रसक्तिः अस्ति अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन बिभेयोगः सि अनन्तरं सस्यजुषोरुः तत्तु पदान्तसकारः अस्ति चेत् सस्यजुषोरुः आम् अवसाने अस्ति चेत् आमाम् अत्र तदपि नास्ति आदेशप्रत्यययोः इति सूत्रेण शकारः भवति सकारस्य बिभेषी इति एव रूपं निष्पन्नं द्विवचने बिभियोगः थः अत्र हलादि अपित् अस्ति केवलं वर्णमेलनमेव भवति बिभीतः विकल्पेन अत्र बिभीतः इति भवति भवितुमर्हति एकवारं बिभीतः वियोन्यतरस्यामिति सूत्रेण बहुवचने बिभियोगः अत्रापि हलादि अपित् बिभीत बिभीत रूपद्वयं भवितुमर्हति. आं भगिनि बिभीतः बिभीतः बिभीतः बिभीतः आम् उत्तमपुरुषे सोरि क्षम्यतां बहुवचने अपि तथा एव रूपद्वयं भवितुमर्हति बिभीत बिभीत. अतः मी अस्ति तत्तु पित् अस्ति सार्वधातुकार्धधातुकयोः इत्यनेन गुणः भवति बिभेमि वाहामः तु हलादि अपित् अस्ति इति च इत्यनेन गुणनिषेधः किमपि कार्यं नास्ति वर्णमेलनं तत्तु बिभिवा वियोन्यतरस्यां तु कार्यं करोति तत्तु विकल्पेन बिभिवः तथैव बिभीमः बिभीमः. लोट्लकारे तूता ताम् अतु इति प्रथमपुरुषे एकवचनं तु हलादि पित् अस्ति गुणकार्यं भवति सार्वधातुक अर्धधातुकयोः इति सूत्रेण बिभेतु तात् तातङ् अस्ति अत्र रूपद्वयं भवति बिभीतात् इति एकं बियो अन्यतरस्याम् इति सूत्रेण बिभीतात् इति रूप द्वितीयरूपं मध्य द्विवचने अपि रूपद्वयं बिभीता बिभीताम् अतु तु अजादि अपि अस्ति अत्र अजादि अपित् अजादि अपित् इत्युक्ते एरनेकाचो असंयोगपूर्वस्य इति सूत्रेण यणादेशः भवति बिबियोगः बिब्योगः बिभ्यतु बिभ्यतु आम् इदानीं लट्लकारस्य न लोट्लकारस्य मध्यमपुरुषरूपाणि सर्वे अत्र हलादि अपित् अतः प्रथमं गुणनिषेधः केवलं वर्णमेलनमेव बिभियोगः हि बिभिः अपि च भियोऽन्यतरस्याम् इत्यनेन अत्र विकल्पेन इकारादेशः अतः बिभिः इति रूपं भवति बिभिः बिभिः तथा एव बिभीतात् बिभितात् बिभीतं बिभितं बिभीत बिभित अस्तु भगिनि इदानीम् आनि आव आम अत्र सर्वे पितः सन्ति अतः अत्र प्रथमं गुणः भवति सार्वधातुक अर्धधातुकयोः अनेन अतः बिभेयोगः आनि इदानीं बिभेयोगः आनि इति भवति सन्धिकार्यमस्ति एचोयवायावः कारणेन एकारस्य स्थाने अयादेशः बिभयानि समानतया बिभयाव बिभयाम लङ्लकारस्य अबिभि इति अङ्गं लुङ् लङ् लुङ्षु अडुदात्तः इति सूत्रेण अबिभियोगः तकारः अत्र हलादिपित् अस्ति अतः गुणं गुणकार्यं भवितुम् अर्हति अबिभेयोगः तकारः अबिभेत् अनन्तरं केवलं वर्णमेलनम् अबिभेत् इति रूपं द्विवचने अबिभियोगः ताम् अत्र हलादि अपित् अस्ति अबिभियोगः ताम् हलादि अपित् अस्ति केवलं वर्णमेलनम् अबिभीताम् भियोऽन्यतरस्याम् इत्यनेन विकल्पेन अबिभिताम् मध्यमपुरुषे क्षम्यतां बहुवचने अबिभियोगः उः अत्र अजादि अपित् अस्ति अत्र अतिष्णु अस् क्षम्यताम् अत्र एरनेका च अतिष्णु स्वशक्तिः अस्ति अस्ति अचिष्णु धातु ब्रुवां युवर्यङ्ग प्रसक्तिः अस्ति अबिभियोगः उः किन्तु असंयोगपूर्वः अस्ति आम् अदे तदेव तत्र गतवती आम् अत्र बिभि इति अत्र असंयोगपूर्व संयोगपूर्वः अस्ति इति कारणेन एरनेकाचो असंयोगपूर्वस्य इति सूत्रम् आयाति यण् आदेशः तस्मात् अबिभियोगः उः भगिनी भगिनी क्षम्यताम् अत्र जुसि च इत्यस्य कार्यं खलु गुणः भवति गुणः भवति खलु जुसि च इति विशिष्टसूत्रं क्षम्यताम् अत्र जुसि च इत्यनेन गुणः भवति अबिभेयोगः उः इदानीम् एरनेकाचो असंयोगपूर्वस्य कार्यं करोति तदेव भगिनि इगन्तं नास्ति खलु, तर्हि एरनेकाचयोः भवति, यत्र एकारः अभवत् गुणकार्येण केचोयवायावः जुसि च पूर्वे. आमाम् आम्. अतः इदानीम् एचो अयवायवः इत्यनेन अयादेशः भवति, अबिभ् योगः ऐ आदेशः, अनन्तरम् उः अबिभयुः. क्षम्यताम्, अहं विस्मृतवती. अस्तु भगिनि, एकनिमिषं. तत्तु मध्यमपुरुषः, सकारः पित् अस्ति. तत्तु अभिभः अभि अत्र ससजुषु कार्यं करोति न अत्र? आं भगिनि, ससजुषोरु कार्यं करोति. अभिभे करवसानयोर्विसर्जनीयः, तत्तु अभिभेः अस्ति. अभिभेः तं तु अत्र सार्वधातुक आर्धधातुकयोः भगिनि अत्र प्रसक्ति कार्यं करोति वा? हलादिपित् हलादि अपित् अस्ति, हलादि अपित् निति च इत्यनेन गुणनिषेधः तत्र मेलनम् अस्ति. अन्यतरस्यां विकल्पेन कार्यं करोति. अभिभीताम् तथैव अभिभीत अभिभित्त अनेके दोषाः खलु, दोषान् मया क्रियन्ते. रामप्रिया आम् उत्तमपुरुषे अम्ब म अम् अजादि अस्ति, चित् अस्ति, गुणकार्यं भवति सार्वधातुक अर्धधातुकयोः इति सूत्रेण. अभिभे अभिभे योगः अम् एचो यवायावः इति सूत्रेण अयादेशः. अभिभयम् इति भवति. वकारः मकारः हलादि तित् अस्ति. अभिभयं एचोयवयावः इत्यनेन अय्यादेशः भवति. रूपद्वयं भवति द्विवचने बहुवचने. बियो अन्यतरस्याम् इति सूत्रेण विकल्पेन अभिभीव अनन्तरम् अभिभीव बहुवचने अभिभीम अभिभीम. इदानीं विधिलिङ्ग् रूपाणि भगिनि, अत्र सर्वे हलादि अपित्, अतः एकपक्षे तु अत्र गुणनिषेधः वर्णमेलनमेव, अन्यपक्षे अत्र भियोऽन्यतरस्याम् इत्यस्मात् अत्र इकारादेशः, अतः बिभीयात् बिभीयात् बिभीयातां बिभीयातां बिभीयुः बिभीयुः बिभीयाः बिभीयाः, बिभीयातं बिभीयातं, बिभीयात बिभि बिभीयात, बिभीयां बिभीयं, बिभीयां बिभीयाव बिभीयाव, बिभीयाम बिभीयाम। अत्र जुषित जुषि च इति कार्यं न करोति तत्र युः इति अत्र अचि नास्ति, अचि जुषि अस्ति चेत् एव जुषि च इत्यस्य कार्यम्। अत्र युः इति यासुटपि अस्ति, अतः अत्र अचि जुषि न भवति, अत्र युः, युः इति अच् जुष् न भवति। हेमा भगिनी अस्ति, ह्री इति धातुः संयोगपूर्वकमस्ति, असंयोगपूर्वकमिति उदाहरणार्थं विभजन द्वयं वयं दृष्टम् इति उक्तवन्तः खलु। तर्हि आदौ यद् दृष्टमस्ति दिवि इति अङ्गं, तत्तु असंयोगपूर्वकमस्ति। अनन्तरं जिह्री इति अङ्गं तु संयोगपूर्वकमस्ति। तर्हि तदर्थं भेदः कः इत्युक्ते एरमेकच यत्र अजादि अपि तस्य तत्र एरमेकच इति कार्यं न करोति। सामान्यसूत्रम् अतिष्णुदातभुवां द्वारेण तावदेव भेदः। शीघ्रं कस्य भगिनि करोतु भगिनि, अहं वदामि वा? आं भगिनि। परस्मैपदी रूपम् इदानीं जिह्रि इति अङ्गमस्ति, तर्हि जिह्रि योगः ति इति, यतोहि अत्र पित्वा तत्र गुणः भवति सार्वधातुक अर्धधातुकयोः, अनेन अत्र गुणः भूत्वा जिह्रेति इति आयाति। तदनन्तरं जिह्रि योगः तः इति अस्ति, अत्र तु हलादि अपित् अस्ति, अतः गुणः न भवति, केवलं मेलनं जिह्रीतः इति। जिह्रीयोगः अति, इदानीम् अजादि अपित् अस्ति, अजादि अपित्वात् अत्र सामान्यसूत्रम् अचिष्णुधातु ब्रुवोरियङ्गुवङ्गौ कार्यं कृत्वा अत्र इकारस्य स्थाने इयादेशः भवति, तर्हि जिह्री जिह्रियति इति रूपमायाति। मध्यमपुरुषे जिह्रीयोगः सि हलादिपित् अस्ति, गुणस्य प्रसक्तिः अस्ति। जिह्रे योगः सि, इदानीम् आदेशप्रत्ययोः इति सूत्रेण जिह्रेषि द्विवचने जिह्रीयोगः अतः हलादि अपित् अस्ति, केवलं वर्णमेलनं जिह्रीथः तथा एव जिह्रीथ। अस्तु भगिनि, मी तु पित् अस्ति, तत्र गुणं सार्वधातुकयोः इत्यनेन गुणः अस्ति। जिह्रेमि जिह्रेमि, वहमः तु हलादि अपि अस्ति, तत्र किमपि कार्यं नास्ति इति च इत्यनेन जिह्रीव वः जिह्रीमः। धन्यवादः। आम्, लोट्लकारः तूता तम् अतु इति, जिह्रीयोगः तु पित् अस्ति, अतः सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणः भवति जिह्रेतु। तात् तातङ्गस्ति, जिह्रीतात् तां जिह्रीताम् अतु अजादि अस्ति अपित् अस्ति अचिष्णु धातु भ्रुवां युवर् यङ् वङ्गौ इति सूत्रेण इकारस्य स्थाने यणादेशः जिह्रीयतु. इदानीम् अत्र मध्यमपुरुष लोट्लकाररूपाणि अत्र हि इति हलादि अपित् अतः गुणनिषेधः अपित्वात् नित्वत् भूत्वा जिह्रीः तात् इति तातङ्गस्ति अतः नित् अस्ति पुनः गुणनिषेधः जिह्रीतात् जिह्रीतं जिह्रीत अस्तु भगिनि. इदानीम् उत्तमपुरुषे आनी आव आम सर्वे पितः सन्ति अतः सर्वत्र गुणः भवति. जिह्रीयोगः आनी इति अस्ति गुणः भूत्वा जिह्रेयोगः आनि जिह्रेयोगः आनि इदानीं यचोयवायावः सन्धिकार्येण अत्र अयादेशः भूत्वा जिह्रयानि इति भवति. इदानीं रेफस्य परे अट्कुप्वाङ्नुम् अनेन सूत्रेण अत्र नकारस्य णत्वं भवति जिह्रयाणि इति रूपं भवति. अग्रे अपि कार्याणि समानमेव जिह्रयाव जिह्रयाम. लङ्लकारे प्रथमपुरुषे अङ्गमस्ति अजिह्री इति अजिह्रीयोगः तकारः केवलं अत्र क्षम्यतां पित्तस्य अतः गुणस्य प्रसक्तिः अजिह्रे योगः तकारः अजिह्रेत् द्विवचने अजिह्रीयोगः ताम् अत्र अपित् अस्ति केवलं वर्णमेलनम् अजिह्रीताम् अजिह्रीयोगः उः. इदानीं पुनः मम एव अजिह्रीयोगः उः अत्रापि जूसी कार्यं करोति किल भगिनि जूसी च इत्यनेन अजिह्रिये योगः उः अजिह्रे योगः उः. इदानीं एचो याव अयवायावः कार्यं करोति जिह्रे योगः उः अयादेशः अजिह्र योगः ऐ योगः उः अजिह्रयुः इति रूपम्. अस्मि अस्मि भगिनि. अत्र सकारः ससजुषुरोः कार्यं करोति न प्रथमं प्रथममेलनं भवति अनन्तरं पदान्ते इति कृत्वा पदं आदौ पदं करणीयं खलु. अधुना पदं नास्ति तर्हि प्रथमं कार्यं किं भवति हलादिपित् अस्ति हलादिपित् अस्ति गुणकार्यं सार्वधातुकार्धधातुकयोः अजि अजिह्रे सकारः ससजुषुरोः इत्यनेन ससजुषोरुः इत्यनेन आदेशः भवति. अस्य विसर्गः भवति न अत्र अजिह्रेः तं तु अजादि हलादिपित् अस्ति, हलादि अपित् अस्ति, तत् मेलनम् अजिश्रीतम् अजिश्रीता. आम् अं वा मा अजिह्रीयोगः अम् अजादि पित् अस्ति, अजिह्रेयोगः अम् एचो यवायवः अयादेशः अजिह्रयम् अजिह्रयं व म हलादि अपित् वर्णमेलनमेव अजिह्रीव अजिह्रीम. इदानीं विधिलिङ्गलकाररूपाणि सर्वे अत्र प्रत्ययाः हलादि अपित्, अतः गुणनिषेधः. जिह्रीयात् जिह्रीयातां जिह्रीयुः, जिह्रीयाः जिह्रीयातं जिह्रीयात, जिह्रीयां जिह्रीयां जिह्रीयाव जिह्रीयाम. अत्र भियोन्यतरस्यां तत्र भियः इति षष्टिः, तत्तु प्रश्नकेश तत्र तु प्रश्नः नास्ति. तत्र भि धातु भीधातुः इति साक्षात् दीर्धातुः इति कृत्वा भी इति ईकारान्तदातुः अस्ति, तर्हि न यथा नदी शब्दः तथा एव नद्यः इति आयापि षष्ट्यन्ते, तथा एव भी इति भियः इति षष्ट्यन्ते. धन्यवादः, तर्हि विरमामः. धन्यवादः भगिनि, सर्वेभ्यः धन्यवादः. शुभरात्रिः. धन्यवादः.